नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां हार्दं स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति कृत् प्रत्ययः अपि सार्वधातुकाः आर्तधातुकाश्च इति। तत्र कृत् प्रत्ययेषु यथा तिङ् प्रत्ययस्य विषये वयं जानीमः, प्रक्रिया सार्वधातुकः सार्वधातुकप्रक्रिया अथवा आर्धधातुकप्रक्रिया भवति। तथैव कृत् प्रत्ययस्य प्रसङ्गे अपि प्रत्ययः सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः भवति, तत्रापि प्रक्रिया सार्वधातुकप्रक्रिया अथवा आर्धधातुकप्रक्रिया इति भवति। अतः नमस्कारः नमस्कारः। अतः अस्माकं प्रथमं कार्यं किम् इति चेत्, तत्र प्रक्रियायाम् अत्र कीदृशप्रक्रिया इति प्रथमम् अवगन्तव्यम्। अत्र अस्माकं पुरतः धातुतः यः प्रत्ययः, सः प्रत्ययः कीदृशः अस्ति इति प्रथमं ज्ञातव्यं, सार्वधातुकप्रत्ययः वा अर्धधातुकप्रत्ययः वा इति ज्ञातव्यं। तदनन्तरं तत्र यदि प्रत्ययः सार्वधातुकप्रत्ययः इति जानीमः, तर्हि सार्वधातुकप्रक्रिया इति वयम् अवगन्तुं शक्नुमः। सार्वधातुकप्रक्रिया अस्ति इति जानीमः चेत्, तदनन्तरम् अस्माकं द्वितीयः प्रश्नः, कर्त्रार्थे अस्ति वा इति प्रश्नः। अत्र प्रत्ययः कस्मिन् अर्थे विधीयते, कर्त्रार्थे वा कर्मार्थे वा भावार्थे वा कस्मिन् अर्थे विधीयते इति वयं जानीमः चेत्, कृत् प्रत्ययस्य बहवः अर्थाः सन्ति इति वयं जानीमः। तर्हि कर्त्रार्थे भवितुमर्हति, भावार्थे भवितुमर्हति, कर्मार्थे भवितुमर्हति, अधिकरणार्थे भवितुमर्हति, अतः बहवः अर्थाः सन्ति। अस्माकं पुरतः यः प्रत्ययः अस्ति, सः प्रत्ययः कस्मिन् अर्थे अस्ति इति वयं जानीमः चेत्, इदानीम् अस्माकं पुरतः प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति इति जानीमः चेत्, तत्र तिङ्प्रसङ्गे यादृशप्रक्रिया अस्ति तादृशी प्रक्रिया एव अस्ति कृत्प्रसङ्गे अपि, न कोऽपि भेदः। इत्युक्ते तिङ्प्रसङ्गे वयं जानीमः कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् विकरणप्रत्ययः विधीयते, गणम् आश्रित्य गणम् आधारीकृत्य विकरणप्रत्ययः विधीयते इति वयं जानीमः। एवमेव कृत्प्रसङ्गे अपि कृत्प्रत्ययः धातुतः कृत्प्रत्ययः सार्वधातुकप्रत्ययः, यथा अत्र शत्रुप्रत्ययः, शत्रुप्रत्ययः षित् इति कृत्वा सार्वधातुकप्रत्ययः अस्ति। तर्हि शत्रुप्रत्ययः कर्त्रार्थे एव विधीयते इति वयं जानीमः, यतोहि कृत्प्रत्ययः कर्तरीकृत् इत्यनेन कर्त्रार्थे भवति सामान्यतया। अतः कृत्प्रत्ययः अत्र शत्रुप्रत्ययः कर्त्रार्थे अस्ति, सार्वधातुकः अपि अस्ति, धातुतः विधीयते शत्रुप्रत्ययः। अतः अत्र सार्वधातुकप्रक्रिया इति वयम् अभिज्ञातुं शक्नुमः। सार्वधातुकप्रक्रिया इति जानीमः चेत्, तदानीं कर्त्रार्थे अपि अस्ति इति कृत्वा विकरणप्रत्ययः आयाति। अतः अस्माकं पुरतः प्रश्नः अस्ति, धातुः कस्मिन् गणे अस्ति। अतः एव एतावता यत् अस्माभिः चर्चितं गतवर्गे, प्रत्येकस्मिन् गणे यदा धातुतः शत्रुप्रत्ययः अस्ति, तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति। यथा तिङन्तप्रसङ्गे पट्योगः अत् इति, पट् इति धातुः भुवादिगणीयधातुः अस्ति, तत्र पट्योगः अत् शत्रुप्रत्ययस्य निरनुबन्धरूपम् अस्ति अत् इत्संज्ञकवर्णानां लोपानन्तरं, तर्हि पट्योगः अत्। इदानीम् अत् इति प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति इति कृत्वा तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः, शप् इति विकरणप्रत्ययः आयाति। अतः अस्माकं पुरतः पट्योगः शप् योगः अत्। इदानीं तदेव तमेव धातुं स्वीकृत्य, पट् इति धातुं स्वीकृत्य अत्र लट्लकारस्य रूपं साधयितुम् इच्छामः इति चिन्तयतु। तर्हि पट्योगः तिङ्प्रत्ययः, इदानीं तत्रापि तिङ्प्रत्ययः सार्वधातुकः कर्त्रार्थकः अस्ति इति कृत्वा शप् इति विकरणप्रत्ययः आयाति। तर्हि पट्योगः शप् योगः ति इति यथा अस्ति प्रक्रिया तत्र, एवमेव पट्योगः शप् योगः अत्, न कोऽपि भेदः। केवलम् अत्र कः भेदः इति चेत्, अत्र अत् इति प्रत्ययः अपित् प्रत्ययः अस्ति, पट्योगः शप् योगः तिप्, तिप् इति पित् प्रत्ययः अस्ति। इदानीम् अत्र बहुवचनान्तप्रत्ययं स्वीकुर्मः, लट्लकारे बहुवचनान्तप्रत्ययं स्वीकुर्मः, तत्र प्रत्ययः अन्ति इति प्रत्ययः अस्ति, पतन्ति इति रूपम् अस्ति खलु, तर्हि अन्ति इति प्रत्ययः अस्ति। तर्हि पट् योगः शप् योगः अन्ति इति वयं स्वीकुर्मः चेत्, इदानीं पट इति अङ्गं शप् शप्रत्ययं योजयित्वा पटयोगः अन्ति इति प्रत्ययः, पटयोगः अन्ति, अन्ति इति प्रत्ययः कीदृशः इति चेत् अजादिः अस्ति, अपि च अपित् अस्ति. अन्ति इति प्रत्ययः अजादिः, यतोहि अच्वर्णः आदौ अस्ति. अच् आदौ यस्य सः, तादृशप्रत्ययः अजादिः. तर्हि अन्ति इति प्रत्ययः अजादिः अस्ति, अपि च अपित् अस्ति. कथमस्ति अपित्? कोऽपि वदति वा कथमस्ति अपित्? अन्ति इति प्रत्ययः प्रत्यये पित् नास्ति. हा, तिप्तस्झि, झि इति प्रत्ययस्य स्थाने अन्ति इति आदेशः अस्ति इति कृत्वा अपित् अस्ति. अन्ति इति प्रत्ययः अपित् अस्ति. अतः पटयोगः अन्ति इत्यत्र किम् अस्ति कार्यं? तत्रापि अतो गुणे इति यत् सूत्रम् अस्माभिः चर्चितं गतवर्गे, तस्यैव कार्यम्. अतः तत्रापि पटान्ति इति रूपं नास्ति, परन्तु पटन्ति इति रूपम् अस्ति. एवमेव शत्रुप्रसङ्गे अपि पट्योगः अत् इति अस्ति चेत् पट्योगः शप् योगः अत्, पटयोगः अत्, अत्रापि अतो गुणे. अतः भेदः अस्ति वा प्रक्रियायाम्? अस्ति खलु. एवमेव तत्र यः कोऽपि धातुः अस्ति, यस्मिन् कस्मिन्नपि गणे भवतु, यदि स्वीकरोति चेत् दातुं तत्र प्रक्रिया समाना भवति. अस्तु, अत्र एतावत् प्रश्नः अस्ति वा? नमस्ते भगिनि. नमस्ते भगिनि. नमस्कार. तत्र अतो गुणे इति सूत्रे तत्र किमर्थं वृद्धिरेचि इत्यस्य अपवादः उक्तवान्? तत्र अकः सवर्णे दीर्घः एव अपवादसूत्रमस्ति किल? न, इदानीं तत्र ए इति प्रत्ययः अस्ति खलु, वन्द, वन्दयोगः ए. अस्तु, परन्तु परवर्णः गुणवर्णः परे एव अस्ति. तत्र निमित्तं तु अतः गुणे परे एव अस्ति. तत्र वृद्धिः अवकाशः एव नास्ति किल तत्र? न न, वन्दयोगः ए इत्यत्र वृद्धेः अवकाशः नास्ति वा? हा न, तत्र अस्ति. परन्तु तत्र यदि परवर्णः गुणवर्णः नास्ति, तत्र एतस्य सूत्रस्य प्रसक्तिः एव नास्ति किल? न, वृद्धिरेचि इति तत्र वन्दयोगः ए इत्यत्र वृद्धिरेचि इत्यस्य प्रसङ्गः अस्ति वा? अस्ति, परन्तु अतो गुणे इत्यस्य प्रसक्तिः नास्ति किल भगिनि तत्र? किमर्थं नास्ति? तत्रापि अस्ति खलु आकारः. अतः अतः गुणे परे, गुणे परे, रैट्? गुणवर्णः परे अस्ति चेत् एव एकारः तु गुणवर्णः नास्ति न, आकारः नास्ति. एकारः, एकारः गुणवर्णः नास्ति वा? एकारः तु अस्ति. ओ, ऐकारः नास्ति. वन्दयोगः ए इत्यत्र, वन्द इत्यत्र ह्रस्व अकारः अस्ति, एकारः इति गुणसंज्ञकः अस्ति. अतः वृद्धिरेचि इति वृद्धिरेचि इति सूत्रेण वृद्धिः स्यात्. ओ, एकारस्य स्थाने ऐकारः भवति वा? अस्तु. परन्तु आकारस्य स्थाने अपि वृद्धिः एव खलु, अयोगः आकारः भवति, तदपि वृद्धिवर्णः एव. अस्तु, गुणवर्णः गुणे परे इत्युक्ते गुणवर्णः परे अस्ति. अस्तु अस्तु, गुणे परे इत्युक्ते गुणसंज्ञकवर्णः परे. अस्तु अस्तु भगिनि. अस्तु, तर्हि इदानीम् अग्रे सर्तुं शक्नुमः. धन्यवादः भगिनि. अस्तु, इदानीं तत्र अस्माभिः तनादिगणपर्यन्तम् अस्माभिः प्राप्तमासीत् पूर्वस्मिन् वर्गे. इदानीं तावत्पर्यन्तं तत्र अस्माकं लक्ष्यं किम्? अत्र अस्माकं सारांशः कः? अस्माकम् अवगमनं किम् अस्ति अत्र? गीताञ्जलि भगिनी वदतु, किम् अवगतम् अस्ति अत्र? नमस्ते भगिनि. अधुना तु वयम् इति अवगतं, प्रथम तु कीदृशप्रत्यय अस्ति तत् वयं इत्युक्ते द्रक्ष्यामः. इत्युक्ते सार्वधातुक वा आर्धधातुक वा? न, प्रथम तु तिङ् वा कृत्वा. तदनन्तरं तिङ् वा कृत्वा अस्ति चेत् सार्वधातुक अस्ति चेत् अस्ति वा आर्धधातुक अस्ति? यदि सार्वधातुक अस्ति, कृत्वा तिङ् वा प्रक्रिया तु समानेव. आर्धधातुक अस्ति चेत् कृत् अस्ति चेत् तदनन्तरं कीदृशधातु कीदृशप्रत्यय इडागमानुकूल अस्ति वा न वा इति चिन्तनं. तदनन्तरं वयं केवलं कृत् प्रसङ्गे तत्र अस्ति वा इडागमचिन्तनं? न न न, आर्धधातुक तिङ् वा कृत्वा इडागन इडागमचिन्तनं तु भवति एव. इडागन इडागमचिन्तनं तु धातु अपि वयं पश्यामः, प्रत्यय अपि पश्यामः, द्वे अपि इडागमनकूल् अस्ति चेत् इट् आयाति तत्र. हा बहु सम्यक् भगिनि, समीचीनम्. अत्र सार्वधातुकप्रसङ्गे इतोपि किञ्चित् वक्तव्यं खलु, कृत्वा भवतु तिङ् वा भवतु प्रक्रिया समाना भवति, तदनन्तरं किं वक्तव्यम्? हा तदनन्तरं सार्वधातुक इति अहं वदामि भगिनि केवल. अस्तु, सार्वधातुक अस्ति चेत् इत्युक्ते तिंशत् सार्वधातुकम् इति सूत्रेण वयं जानीमः. प्रत्ययः तु सार्वधातुक अस्ति. तदनन्तरं पित्वा अपित्वा अग्रिमं चिन्तनम्. अपित् अस्ति चेत् तु एकम् अन्य किं प्रक्रिया अस्ति. अपित्वा इत्यस्मात् पूर्वं किं चिन्तनीयं तत्र? हा कर्त्रार्थे वा न वा. कर्तर्थे, हा कर्तर्थे अस्ति चेत् तु कर्तरि शप् आयाति एव, कर्तर्थे नास्ति चेत् तु गणनिमित्तिकप्रत्ययस्य विषये न आवश्यकम्. बहु सम्यक्, भवती सम्यक्तया अवगतवती, बहु सम्यक्. एतद् यद् भवती उक्तवती तत्र सर्वे तथैव चिन्तयन्तु. अस्तु, तर्हि तत्र कर्त्रार्थे अस्ति चेत् गणनिमित्तिकविकरणप्रत्ययस्य चिन्तनं भवति, कृत्वा भवतु तिङ् वा भवतु इति विषयः. अस्तु, इदानीं तनादिगणपर्यन्तम् अस्माभिः प्राप्तं पूर्वस्मिन् वर्गे. अग्रे क्रयादिगणे इति विषयः अस्ति, तत्र रमा भगिनी पठतु. क्रयादौ क्रि योगः अत् कर्तरि शप् कारणेन शप् इति क्रि शप् अत् क्रयादिभ्यः श्ना इत्यनेन शप् प्रबाद्य श्ना आयाति. क्री योगः श्ना योगः अत् अनुबन्धलोपे क्री योगः ना योगः अत् क्रीणत् क्रीणन् क्रीणति इति आयाति. क्रयादिगणे गणस्य अनन्तरं प्रथमतया शप् आयाति, तदनन्तरं गणस्य चिन्तनम् आयाति. क्रियोगः शप् योगः अत् प्रथमसोपानं, तदनन्तरं गणनिमित्तिक विकरणप्रत्ययः श्ना इति आयाति. इत्यनेन श्ना इत्यनेन शपं प्रबाद्य श्ना आयाति. श्ना इत् वर्णः श लोपः, श शित् लोपः भवति, तदनन्तरं ना अवशिष्यति. क्री योगः ना योगः अत् क्री नात् क्रीणात् आयाति. तदनन्तरं अतोगुणे कारणात् क्री ना अत् कार योजनेन अकु अतोगुण अतोगुणे कार्यं करोति वा? न न न, अन्यसूत्रम् आयाति. विशिष्टमस्ति सूत्रं, विशिष्टमस्ति सूत्रं स्नाभ्यो रात्रिः. तदनन्तरं न भवति अट्कुप् वाङ् सूत्रकारणेन अट्कुप् वाङ् व्यवायेति व्यवायेति कारणेन न भवति, न का न वर्णस्थाने न भवति आदेशः भवति, अतः भवति. सम्यक् सम्यक्. इत्युक्ते क्री इति धातुः अस्ति, क्रीयोगः श्ना, श्ना इति विकरणप्रत्ययः, अत्र शपं प्रबाद्यायाति यतोहि क्री इति धातुः क्रयादिगणे अस्ति. तर्हि क्रीयोगः नायोगः अत्, तर्हि क्रीणा क्रीणा इति अङ्गं क्रीणा इति अङ्गे तत्र नत्वं भवति, यतोहि क्री इत्यत्र रेपः अस्ति निमित्तं, तदनन्तरं रेपनिमित्तयोः मध्ये दन्त्य रेपकार्ययोः मध्ये अत्र निमित्तकार्ययोः मध्ये रेपः निमित्तं दन्त्यनकारः तत्रैव कार्यं भवति. मध्ये के के वर्णाः सन्ति इति चेत् तत्र ईकारः इति एकः वर्णः अस्ति, ईकारः इति एकः वर्णः अस्ति, ईकारः अट् प्रत्याहारे अस्ति, अतः एकस्मिन्नेव पदं समानपदम्, अतः अट् कुप्वाङ् नुं व्यवाये अपि इति एकं सूत्रमस्ति, तेन सूत्रेण नत्वं भवति. अत्र यः कोऽपि अस्ति वा यः अट् कुप्वाङ् नुं व्यवाये अपि इति सूत्रं न जानाति? अस्तु, सर्वे जानन्ति खलु, अतः तत्र तेन सूत्रेण णत्वं भवति. क्रीणा इति अङ्गं क्रीणायोगः क्रीणायोगः अत् इति अस्ति. क्रीणायोगः अत् इति सन्दर्भे अतो गुणे इति सूत्रस्य कार्यं नास्ति, यतोहि क्रीणा इति दीर्घ अकारान्तम् अस्ति, ह्रस्वकारान्तः नास्ति. अतो गुणे इत्यत्र अतः इत्यनेन ह्रस्वकारस्य ग्रहणम्, अत्र दीर्घ अकारः अस्ति इति कृत्वा अतो गुणे इत्यस्य कार्यं नास्ति. क्रीणायोगः अत् इत्यत्र अन्यत् एकं सूत्रमस्ति, विशिष्टमस्ति सूत्रम्, सूत्रमस्ति श्नाभ्यस्तयोरातः. श्ना इति श्ना प्रत्यान्तम् अङ्गमस्ति चेत् अनन्तरं निमित्तमस्ति सार्वधातुकप्रत्ययः कित् नित् सार्वधातुकप्रत्ययः अस्ति चेत् अकारस्य लोपः. अतः क्रीण योगः अत् क्रीणत् इति रूपम्. श्नाभ्यस्तयोरातः इति सूत्रस्य विवरणम् अत्र न दत्तं, यतोहि अत्र अनावश्यकम् इति विचिन्त्य अत्र न दत्तं, परन्तु यदा क्रियादिगणः इति विषयः आयाति अग्रे तत्र वयं पठामः निश्चयेन. तावत् बुद्धं खलु भगिनि? अभ्यस्तमस्ति तेन सूत्रेण एव कारणेन दादा ददा भवति इति तेन सूत्रेण नास्ति. तत्र तु दादा इत्यत्र अभ्यासस्य ह्रस्वत्वं भवति, ह्रस्वः इति सूत्रेण. तत्र ददायोगः अति इत्यत्र ददा इत्यस्य आकारस्य लोपः भवति अनेन सूत्रेण. भगिनी क्षम्यतां भगिनी, मम सम्पर्कः भग्नः जातः. एकवारं सूत्रं किं करोति वक्तुं शक्यते वा? इत्युक्ते तत्र सूत्रस्य सङ्ख्या सूचयति, षष्टाध्याये चतुर्थपादे द्वादशाधिक एकशतं 64112 इति सूत्रमस्ति. नाभ्यस्तयरातः इति सूत्रं किं करोति इति चेत् श्नाप्रत्यान्तम् अङ्गं, यथा अत्र क्रीणा इति अङ्गं श्नाप्रत्यान्तम् अङ्गम् अस्ति, तस्य अनन्तरं सार्वधातुकप्रत्ययः भवेत्, सः प्रत्ययः कित्वा नित्वा भवेत्. अत्र तु अस्माकं पुरतः प्रत्ययः नित् अस्ति, सार्वधातुकः अपि अस्ति, अतः निमित्तं पूरितं, श्नाप्रत्यान्तम् अङ्गमपि अस्ति, अतः आकारस्य लोपः भवति. श्नाप्रत्यान्त अङ्गस्य आकारस्य लोपः. अस्तु, अतः क्रीण योगः अत् क्रीणत्. अस्तु अस्तु, बुद्धं वा? आम् आम् सत्यं. तत्र नुवागमः भवति वा तदनन्तरम् अकारः क्रीणत् इति भवति, परन्तु क्रीणत् इति प्रातिपदिकम् अस्ति, पुल्लिङ्गे नुमागमः भवति न स्त्रीलिङ्गे भवति किल भगिनि? नुमागमः तु स्त्रीलिङ्गे नुमागमः नास्ति. ओ एवं वा, अस्तु. केवलं पुल्लिङ्गे नुमागमः अस्ति, परन्तु पठन्ति इति तु स्त्रीलिङ्गे अस्ति किल, तत्र पुल्लिङ्गे तु पठन् इत्येव रूपं किल? हा, दत्तु पट् इति धातु तु भुवादिगणे अस्ति, तत्र पठन् पठन्ति इति रूपाणि, तत्र रूपं समीचीनमस्ति. परन्तु अत्र तत्र तु यत्र पट इति धातुः अस्ति तत्र तु भिन्नमस्ति सूत्रं, चक्षणौ नित्यम् इति सूत्रेण तत्र नित्यं नुमागमः अस्ति. अत्र तु क्रियादिगणे तत्र ह्रस्व अकारान्त अङ्गं नास्ति अत्र, यतोहि श्नाभ्यस्तयरातः इत्यनेन आकारस्य लोपः जायते, अतः इदानीं हलन्तमस्ति अङ्गं, क्रीण् इति अङ्गमस्ति, अतः तत्र यमागमः न भवति स्त्रीलिङ्गे. अस्तु अस्तु भगिनि. स्त्रीनति इति एव रूपमस्ति. इत्युक्ते स्त्रीलिङ्गे पुल्लिङ्गे अत्र अत्र पुल्लिङ्गे सर्वेषु गणेषु नुमागमः भवति, केवलं जुहोत्यादिगणे नुमागमः न भवति पुल्लिङ्गे. शत्रान्तप्रसङ्गे केवलं जुहोत्यादिगणे नुमागमः न भवति, अन्येषु सर्वेषु गणेषु नुमागमः भवति पुल्लिङ्गे. अतः सर्वत्र वयं नुं पश्यामः, सर्वेषु गणेषु नुं पश्यामः. कुर्वन् इत्यत्र अस्ति, क्रीणन् इत्यस्य अस्ति, बिन्दन् इत्यत्र अस्ति, लिखन् सर्वत्र पश्यति चेत् नुमागमः अस्ति, केवलं जुहोत्यादिगणे नास्ति. ददत् इति प्रातिपदिकम् अस्ति पुल्लिङ्गे. परन्तु स्त्रीलिङ्गे वयं पश्यामः चेत् अत्र द्वादिगणे, दिवादिगणे, क्षुरादिगणे एतेषु गणेषु नित्यम् अस्ति नुमागमः स्त्रीलिङ्गे. अतः पठन्ती इति रूपमस्ति. तदनन्तरं तत्र नश्यन्ती इति दिवादिगणे रूपमस्ति, चोरयन्ति इति चुरादिगणे रूपमस्ति. तत्र सर्वत्र स्त्रीलिङ्गे नुमागमः नित्यः. द्वादिगणे, दिवादिगणे, चुरादिगणे, स्त्रीलिङ्गे नुमागमः नित्यः. तुदादिगणे, तुदादिगणे नुमागमः भवति स्त्रीलिङ्गे, परन्तु विकल्पेन भवति. तुदादिगणे लिखन्ति अथवा लिखति इति रूपद्वयम् अस्ति तत्र. इति स्त्रीलिङ्गविषयः अस्ति. एकः संशयः अस्ति. अत्र श्ना पित् अस्ति न, स्थानिवद्भावकारणात् शप् पित् अस्ति, अतः श्ना अपि पित् अस्ति. न स्थानिवत् इति किमपि नास्ति अत्र. शप् इति आयाति एव नास्ति, शप् न आयाति अत्र. केवलं प्रदर्शितम् इति चेत् सामान्यतया शप् इति आगन्तुं शक्नोति. इत्युक्ते पश्यतु अत्र क्रियोगः अत् इति सन्दर्भे सूत्रद्वयं प्रसक्तमस्ति, कर्तरि शप् अपि च क्रयादिभ्यः श्ना. अनयोः द्वयोः मध्ये सङ्घर्षः अस्ति, युद्धम् अस्ति. द्वयोः मध्ये किम् आयाति इति चेत् अत्र क्रयादिभ्यः श्ना इति सूत्रम् अपवादसूत्रमस्ति. अतः अपि अस्ति, अतः निति च कारणेन नित् नित् आयाति, अतः क्रीणत् एकक्षणं शृणोतु. तर्हि इदानीं बुद्धं खलु, कर्तरिशप् न आगच्छति एव. कर्तरिशप् इत्यस्य प्रसक्तिः अस्ति, प्राप्तिः नास्ति. तर्हि क्रयादिभ्यः श्ना इति सूत्रेण क्रियोगः श्नायोगः अत् इति अस्ति. इदानीम् अङ्गमस्ति क्रीणा, क्रीणा इति अङ्गमस्ति, आकारान्त अङ्गं. तस्य अनन्तरम् अत् इति प्रत्ययः. इदानीं श्नाभ्यस्तयोरातः इति सूत्रस्य कार्यं किम् इति चेत्, क्रीणा इति अङ्गं श्नाप्रत्ययान्तम् अङ्गमस्ति इति एकं निमित्तमस्ति, श्नाप्रत्ययान्तम् अङ्गं. तस्य अनन्तरम् अत् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अपि च अपित् अस्ति, अतः निद्वत् अस्ति. अत् इति प्रत्ययः सार्वधातुकः नित् प्रत्ययः अस्ति, अतः निमित्तमस्ति. सार्वधातुकनित् प्रत्ययः अस्ति, अपि च श्नाप्रत्ययान्तम् अङ्गम् अस्ति चेत् अकारस्य लोपः भवति. श्नाप्रत्ययान्त अङ्गस्य यः आकारः अस्ति तस्य लोपः भवति सार्वधातुकनित् प्रत्यये परे. अतः श्नाप्रत्ययः नित्वा इति चिन्तनं नास्ति तत्र. श्ना इति प्रत्ययान्तम् अङ्गम् अस्ति चेत् कार्यं भवति. अत् कारणात् निद्वत् भवति. अत् अपि तस्य इति कृत्वा निद्वत् भवति. अस्तु, तर्हि अग्रे चलेम. इदानीं तत्र विजयलक्ष्मी भगिनी अग्रे पठतु. श्री नपुंसकलिङ्गे तत्र नुमागमस्य विषये मया न उक्तं, यतोहि तत्र किञ्चित् क्लेशः अस्ति. नपुंसकलिङ्गे कुत्र नुमागमः भवति, कुत्र न भवति इति. नपुंसकलिङ्गे बहुवचने, बहुवचने सर्वत्र नुमागमः भवति, सर्वेषु गणेषु नुमागमः भवति नपुंसकलिङ्गे. केवलं तत्र जुहोत्यादिगणे यत्र अभ्यस्त अङ्गमस्ति तत्र विकल्पेन भवति. अपि च तत्र द्विवचने यः प्रत्ययः अस्ति, अत्र बहुवचने केवलं प्रथमविभक्तौ द्वितीयविभक्तौ एव नुमागमः, अन्यत्र नुमागमः नास्ति नपुंसकलिङ्गे. नपुंसकलिङ्गे बहुवचने यः प्रत्ययः अस्ति सः प्रत्ययः तत्र नुमागमः केवलं प्रथमाभक्तौ अपि च द्वितीयविभक्तौ एव नुमागमः भवति सर्वेषु गणेषु भवति जुहोत्यादिगणे विकल्पेन भवति अपि च प्रथमाविभक्तौ द्वितीयविभक्तौ द्विवचने यः प्रत्ययः अस्ति तत्र तु नुमागमः भुवादिगणे दिवादिगणे चुरादिगणे नित्यं भवति अपि च तुदादिगणे विकल्पेन भवति यथा स्त्रीलिङ्गे अस्ति तथैव अत्रापि द्विवचने प्रथमभक्तौ द्वितीयभक्तौ द्विवचने अन्यत्र कुत्रापि नुमागमः नास्ति अस्तु इति लक्ष्मीपति चुरादौ चु चोरी इति धातुः योगः अत् कर्तरि शप् इत्यनेन चोरी योगः शप् योगः अत् अनुबन्धलोपे चोरी योगः अ योगः अत् चोरी चोरयत् अत्र चोरी इत्यस्य गुणः भवति चोरे इति अनन्तरम् एकारस्य चोरी इति कथं प्राप्तम् इति वदतु एकवारं तत्तु निच् इति प्रत्ययस्य योजनेन भवति तत्र चुर् इति धातु चुर् योगः निच् इति भवति अनुबन्धानां लोपानन्तरं चुर् योगः इ इति भवति इ इति किं तत्र चुर् इत्यस्य गुणः भवति उपधायां इगन्तवर्णः अस्ति इति कृत्वा इगन्तः अस्ति इति कृत्वा चुर् चोर् इति भवति चोर् योगः इ चोरी इति रूपं सिद्ध्यति अनन्तरं तत्र शत्रुप्रत्ययस्य योजनेन अत् इति शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अस्ति कर्तरार्थे अतः शप् इति विकर्णप्रत्ययः प्रत्ययस्य अनन्तरम् अङ्गस्य मध्ये आयाति चोरी योगः शप् योगः अत् इति भवति अनुबन्धानां लोपानन्तरं चोरी योगः अयोगः अत् इति अवशिष्यते अ इति अस्ति इति कृत्वा अत्र चोरी इत्यस्य गुणः भवति चोरे इति भवति अनन्तरम् एचो यव यावः इति सूत्रेण चोरय योगः अ योगः अत् इति चोरय योगः अत् चोरयत् अनन्तरं यकारोरि इत्यत्र किं उक्तं कार्य एकमेव कार्यं वा चोरि योगः अ चोरे योगः अ अनन्तरं चोरय योगः अ चोरे इति कथं भवति इकारः इगन्तः अस्ति इति कृत्वा गुण गुणकार्यं भवति सूत्रं सार्वधातुक आर्धधातुकयोः इति चोरे योगः अ एचो यवा यावः इति सूत्रेण चोरय योगः अ इति भवति चोरय योगः अत् अत्र किमर्थम् आ इति न भवति न जाने चोरय योगः अत् भवति जानाति एव चोरय योगः अत् चोरयात् इति न भवति खलु तद् न जानाति तदिदानीम् एतावता अस्माभिः चर्चितं खलु अतो गुणे अतो गुणे अस्तु अस्तु अतो गुणे इति कृत्वा तत्र अत् इत्यस्य गुणः एव भवति वृद्धिः न भवति आ इति न भवति गुण एव तिष्ठति गुणसंज्ञकः एव तिष्ठति चोरयत् इति रूपं नपुंसकलिङ्गे पुंलिङ्गे चोरयन् स्त्रीलिङ्गे चोरयन्ति इति रूपं हा पुल्लिङ्गे प्रातिपदिकं किम् प्रातिपदिकं चोरयत् इति एव भवति खलु सत्यं हा पुल्लिङ्गे नपुंसकलिङ्गे उभयत्र प्रातिपदिकं चोरयत् इति एव अस्ति स्त्रीलिङ्गे प्रातिपदिकं चोरयन्ति इति हा चोरयन्ति इति अस्ति अत्र वैशिष्ट्यमस्ति छत्रप्रसङ्गे सर्वदा स्मर्तव्यं यत्र नुमागमः भवति स्त्रीलिङ्गे तत्र प्रातिपदिकस्तरे एव भवति अतः एव चोरयन्ति इति प्रातिपदिकं स्वीकृत्य रूपाणि वयं पश्यामः चेत् सर्वत्र नुमागमः अस्ति सर्वासु विभक्तिषु नुमागमः दृश्यते खलु चोरयन्ति चोरयन्त्यौ चोरयन्त्यः चोरयन्त्याम् इति सप्तमी भक्तौ अपि नुमागमः अस्ति इति तत्र वैशिष्ट्यम् इति तत्र शत्रुप्रसङ्गे शत्रन्तप्रसङ्गे तत्र किञ्चित् स्थापितमस्ति अस्माकम् अवगमनार्थम् अत्र चुर्धातोः विषये क्लेशः अस्ति वा किं भगिनि नास्ति न सर्वेषां पठतु तदपि पठतु इति शत्रन्तानाम् इव अपरेषां सर्वेषां सार्वधातुककृदन्तानां दशानां धातुगणानां रूपभेदाः कर्त्रर्थे शानच् प्रत्ययानाम् अपि एतादृशाः गणीयभेदाः भवन्ति कर्त्रर्थे अस्तु शानच् तु कर्मार्थे इति भवति पठामि वा अग्रे तावत् धन्यवादः भगिनि इदानीं तत्र चुर्धातुं स्वीकृत्य रूपं स्पष्टमस्ति वा सर्वेषां कृते अत्र चुर्धातुः चुरादिगणे अस्ति इति कृत्वा सर्वप्रथमं निच् आयाति चुरादिगणे धातुभ्यः निच् सर्वप्रथमम् आयाति सूत्रं तत्र दीर्घम् एकं सूत्रमस्ति सत्यापाश ऋण रूपवीणातोल वर्णवचत् वर्म इति चिरादिभ्यो णिच् इति एकं दीर्घं सूत्रमस्ति अत्र सूत्रम् अस्ति तृतीय अध्याये अस्ति प्रथम तृतीयाध्याये प्रथमपादे पञ्चविंशतितमं सूत्रमस्ति सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचिरादिभ्यो णिच् इति अस्तु तर्हि णिच् प्रत्ययः विधीयते सर्वदा तर्हि चुर्योगः णिच् इत्यत्र निच् प्रत्ययः अस्माकं सर्वदा प्रश्नः अस्ति प्रत्ययः अस्ति चेत् प्रत्ययस्य स्वभावः कः परिचयः कः प्रत्ययस्य परिचयः इति चेत् निच् इति प्रत्ययः कीदृशप्रत्ययः गोमतीभगिनी वदतु अर्धधातुकप्रत्ययः हा कृत् नास्ति यतोहि कृत् अधिकारे नास्ति हा तर्हि किं भवति तत्र आर्थधातुकप्रत्ययः चुर् इति धातु चु अत्र उभधायाम् उकारः अस्ति अतः सार्वधातुकार्थधातुकयोः इति सूत्रेण गुणकार्यं न केन सूत्रेण क्षम्यतां भगिनि सुगन्धलघुपदस्य च इति सूत्रेण उभधायां अस्ति अतः तत्र गुणः भवति चो उकारस्य ओकारः भूत्वा चोर् इति भवति चोर्योगः इ चोरि इति भवति तत्र मेलनं वर्णमेलनं चोरि इति भवति चोरि इति कर्तृते कर्तार्थे अस्ति अतः शपः निमित्तमस्ति सो चोरि इति कर्तार्थे अस्ति वा कर्तार्थे किं भवति कर्तृते सारि चोरि योगः ति भवति सार्वधातुक प्रत्ययः अस्ति तत्र कर्त्रस्य शप् आयाति भगिनि अत्र तिङ् अत्र तिङ् इति नास्ति अत्र शत्रु इति अस्ति खलु सोरि अत् अस्ति अस् चोरियोगः शत्र शत्रु सार्वधातुकप्रत्ययः अस्ति शित् अनेन कारणेन सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्र कर्तृते एव भवति सदा अतः शप् प्रत्ययः आयाति चोरियोगः शप् योगः अत् प्रज्ञालोपान्तरम् अत् तिष्ठति. सो चौरियोगः शप् शप् अत्र अ अस्ति, चौरियोगः अ. तत्र अपि चौरि इगन्तमस्ति सार्वधातुकारधातुकयोः इति सूत्रेण चौरि गुणभू इकारस्य गुणः भवति चौर्ये योगः इ चौर्ये योग आ योग अत् भवति अण्ड् चौरे योग आ तत्र सन्धिकार्यम् एचु अयवायावः अत्र चौर् अय आ योगः अत् भवति चोरय चोरय अत् भवति अतो गुणे कार्यं करोति अतो अपदान्तमस्ति चोरय अतः परं परं गुणसंज्ञकवर्णः अस्ति तो अतो गुणे कार्यं कर्तुं शक्नोति अपदान्तात् अतः गुण गुणे पूर्वपरयोः स्थाने एकः परनिरूपम् एकादेशः भवति अनेन कारणेन चोरयत् इति रूपं भवति तत् प्रातिपदिकं भवति चोरयत् सम्यक् समीचीनम् अस्तु तर्हि अस्तु तर्हि इदानीं ततः अग्रे गन्तुं शक्नुमः. अत्र शत्रन्तविषये इतोपि किञ्चित् लिखितमस्ति, तत् पश्यामः. अत्र पमेला भगिनी पठति वा? क्षम्यतां भगिनि, क्षम्यतां भगिनि, एकः प्रश्नः अस्ति. भवती एकं नूतन दीर्घसूत्रम् उक्तवती, तत् किं विषये आयाति अत्र? अधुना चुरादिगणे निच् प्रत्ययः विधीयते इति उक्तं खलु. चुरादिगणे सर्वदा निच् प्रत्ययः विधीयते इति उक्तं. तर्हि कथं जानीमः निच् प्रत्ययः विधीयते इति चेत् तत्र सूत्रमस्ति चुरादिभ्यः णिच्. तत्र सत्यापपाश इति प्रातिपदिकानि दत्तानि, तदानीं तदनन्तरं चुरादिभ्यः णिच् इति उक्तं. चुरादिभ्यः णिच् इत्यनेन चुरादिगणीयधातुभ्यः णिच् प्रत्ययः विधीयते इति अर्थः. किन्तु दीर्घसूत्रं कुत्र कार्यं करोति? सत्याप तदेव तत्र दीर्घसूत्रमेव. दीर्घसूत्रे तत्र सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण इति तावत्पर्यन्तं प्रातिपदिकानि सन्ति. तदनन्तरं चुरादिभ्यः णिच् इति अस्ति सूत्रं. दीर्घसूत्रे एव चुरादिभ्यः णिच् इति अपि अस्ति. अतः चुरादिगणीयधातुभ्यः णिच् प्रत्ययः विधीयते इति अर्थः. अस्तु, इदानीं पमेला भगिनी अग्रे. आं भगिनि, इति शब्द तथा पठनीयं वा? देयं यत्, ओके, देयं यत् शतान्तां शतान्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारकप्रभावेण. प्रथमं प्रथमतया विकरणप्रत्ययभेदेन धातुगणम् अनुसृत्य शत्रन्तपदे रूपभेद. शप् इत्यनेन असंयुज्यते, शन् इत्यनेन य संयुज्यते, श्नु इत्यनेन नु संयुज्यते, श्नम् इत्यनेन न संयुज्यते, उ इत्यनेन उ संयुज्यते, श्ना इत्यनेन ना संयुज्यते. अत्र विकरणप्रत्ययानां स्थूलाकृतिः भेदेन प्रभावः. अ य नु न उ न इत्येषां रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति. पठन् नश्यन् आप्नुवन् भिन्दन् कुर्वन् क्रीणन्. अस्तु, तत्र यथा वयं तिनन्तप्रक्रियां सर्वधातुक प्रक्रियां वयं दृष्टवन्तः, गणम् अनुसृत्य रूपभेदः दृश्यते. तथैव कृत् प्रत्ययेषु सार्वधातुकप्रत्ययः अस्ति चेत् तत्रापि विकरणप्रत्यये आगत्य तत्रापि वयं रूपभेदं द्रष्टुं शक्नुमः इति वदति. यदा शप् इत्यनेन आगच्छति तर्हि पठन् इति रूपं भवति, श्नु इत्यस्य नश्यन् इति रूपम् आयाति, श्नम् इत्यस्य श्नु इत्यस्य शन् इत्यस्य श्नु इत्यस्य आप्नुवन् इति भवति, श्नम् इत्यस्य बिन्दन् इति भवति, उ इत्यस्य कुर्वन् इति भवति, श्ना इत्यस्य क्रीणन् इति भवति. तत् इति उक्तम्. अग्रे पठामि वा? सम्यक्, धन्यवादः भगिनी, समीचीनम्. इत्युक्ते तत्र भगिनी सम्यक्तया उक्तवती, यथा तिङन्तप्रसङ्गे रूपभेदः अस्ति विकरणप्रत्ययस्य प्रभावेन, एवमेव कृत्प्रसङ्गे अपि यथा शत्रन्तप्रसङ्गे अस्माभिः चर्चितं, रूपभेदः सर्वत्र दृश्यते. किमर्थं दृश्यते इति चेत् एकं कारणमस्ति विकरणप्रत्ययः. विकरणप्रत्ययस्य प्रभावेन रूपभेदः दृश्यते. यदि विकरणप्रत्ययः समानः अस्ति सर्वेषु गणेषु तर्हि रूपभेदः एव न स्यात् खलु. परन्तु भिन्नभिन्नगणेषु भिन्नविकरणप्रत्ययाः सन्ति इति कृत्वा तत्र रूपाणि भिद्यन्ते. यथा पठन्, नश्यन्, आप्नुवन् सर्वत्र रूपभेदः दृश्यते इति अत्र दत्तमस्ति. अस्तु, धन्यवादः. तर्हि अग्रे उषा भगिनी पठतु. अस्ति वा भगिनी? भगिनी गतवती अस्ति, चिन्तयामि. अस्तु, तर्हि राजी भगिनी पठतु. आं भगिनि, न श्रूयते भगिनि. एकनिमिषम् अस्ति वा? इदानीं श्रूयते वा? इदानीं श्रूयते वा? श्रूयते, वदतु. विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात् पूर्वं स्थितं यत् धातुरूपि अङ्गं तस्मिन् अपि रूपभेदः भवति. अदादिगणे, जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति तत्रापि लुक् श्लु इत्याभ्यां विशिष्टकार्यं भवति. विकरणप्रत्ययः स्वयं प्रत्ययः, अतः धातुरूपि अङ्ग अङ्गे रूपभेदः भवति. अदादि अपि च जुहोत्यादिगणे गणे विकरणस्य लोपः भवति, तथापि तत्र लुक् श्लु इत्याभ्यां पदाभ्यां विशिष्टकार्यं भवति इति उच्यते. प्रतिपादयतु, न किञ्चित् प्रतिपादयतु, कथमस्ति विकरणप्रत्ययस्य रूपभेदः? उदाहरणं स्वीकृत्य वदतु. विकरणप्रत्ययस्य तत्र किम् उदाहरणं नेतव्यं? धातुरूपी अङ्गं यतः शत्रन्ते वा? शत्रन्तप्रत्ययः, शत्रन्तप्रसङ्गे वदतु, तत्र रूपभेदः कथं भवति इति वदतु. उपभेदः यदा पट् इति धातुः वयं स्वीकुर्मः चेत् तत्र विकर्णप्रत्ययः शत्रन्तरूपः कर्तरिषप् इति कारणेन तत्र शप् आयाति. शप् तथा शकारपकारस्य अनुबन्धलोपानन्तरम् अकारः एव अवशिष्यते. पट् योगः पठ इति अङ्गं भवति. तत्र शत्रन्त एकक्षणम् एकक्षणम्. इदानीम् अत्र विकरणप्रत्ययः भिन्नभिन्नविकरणप्रत्ययः अस्ति इति प्रथमसोपाने अस्माभिः चर्चितम्. इदानीम् अत्र द्वितीयः विषयः अस्ति. द्वितीयः विषयः कः इति चेत् विकरणप्रत्ययः भिन्नः अस्ति इति एकः विषयः. द्वितीयः विषयः विकरणप्रत्ययम् आश्रित्य किमपि कार्यं जायते अङ्गे, तेन अपि भेदः भवति इति उक्तम्. तदर्थम् अत्र उदाहरणं तत्र पट् इति न स्वीकरोतु. पट् इति धातौ तु तत्र किमपि परिवर्तनं न भवति खलु अङ्गे. पट्योगः अ इति पट इति एव अस्ति. इदानीं नी इति धातुं स्वीकरोतु. नियोगः शप्, नियोगः शप्. तत्र शप शकारपकारस्य लोपानन्तरम् अकारः एव आशिष्यते. अकारः सर्वधा कर्तृ शप् इति कर्तृके अति इति कारणेन किमस्ति कर्त्रार्थे? कर्त्रार्थे अकारः अस्ति किल? न, अकारः कर्त्रार्थे नास्ति. कुत्र अस्ति अकारः कर्त्रार्थे? तत्र विकरणप्रत्ययः कदा भवति? विकरणप्रत्ययः तदा भवति इत्युक्ते कर्तृत्वे कर्तर्थके अर्थि अस्ति इति कारणेन एव शब्दः. किम् अस्ति कर्तृत्वे? कर्तृत्वे अत्र नास्ति. किमर्थम् इत्युक्ते पट नी धातुः नी धातोः अन्ते दीर्घ ईकारः अस्ति. तत्र विकर्णप्रत्ययः शत्रुप्रत्ययः अस्ति चेत् ततः अत्र एकं स्पष्टीकरोतु. अत्र एकं स्पष्टीकरोतु. किञ्चित् भ्रमः अस्ति अत्र. पश्यतु, कर्तृते किं भवेत् अत्र? कर्तरि शप् इति कदा आगच्छति इति तत्र स्पष्टता स्यात्. कर्तरि शप् इति कदा आगच्छति? यथा धातोः अनन्तरं विकर्णप्रत्ययः शप् आयाति चेत् तत्र कदा आयाति? शप् कदा आयाति इति वक्तव्यं. शप् कदा धातु कर्त्रार्थके अस्ति चेत् आयाति. किम् अस्ति कर्त्रार्थे? अत्र अत्र जयलक्ष्मी भगिनी किञ्चित् सहायं करोतु. आं भगिनि, अत्र नियोग शत्रुप्रत्ययः अस्ति चेत् शत्रुप्रत्ययस्य शत्रुशकार लकारयोः लोपानन्तरम् अस्तीति भवति. अत् प्रत्ययः कर्तृत्वे प्रयुज्यते, अनन्तरं सार्वधातुकमपि अस्ति इति कृत्वा कर्तरि शप् इत्यनेन शप् विकर्णप्रत्ययः मध्ये आयाति. धातोः शत्रुप्रत्ययस्य मध्ये आयाति इति पश्यतु भगिनि, राजी भगिनि. अत्र शप् इति प्रत्ययः कर्त्रार्थे अस्ति वा न वा इति चिन्ता नास्ति. कर्तरि शप् इति सूत्रं तदा एव कार्यं करोति यदा धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति. इत्युक्ते धातोः अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् एव धातुप्रत्ययोः मध्ये शप् आयाति. इदानीं नियोगः, इदानीं नियोगः अत् नी धातुतः शत्रुप्रत्ययः विद्यते. अत् इति शत्रुप्रत्ययः सार्वधातुकः अस्ति. षित् इति कृत्वा सार्वधातुकः अस्ति, अपि च कर्त्रार्थे अपि अस्ति इति कृत्वा एव मध्ये शप् आयाति. अतः शप् कर्त्रार्थे अस्ति इति विषयः नास्ति. इदानीं नियोगः शप् योगः अत् किं भवति इति वदतु. नियोगः शप् योगः नी नी गुणं भूत्वा ने ने इति आयाति. नी इन् योगः ईकारस्य गुणः भवति. गुणः भूत्वा ईकारस्य गुणः इको गुणवृद्धिः इति सूत्रेण. किं गुणः? सार्वधातुकार्धधातुकयोः अस्ति खलु? क्षम्यता भगिनि, अहं न चिन्ता नास्ति. अत्र सूत्रद्वयमेव अस्ति, गुणस्य कृते सूत्रद्वयमेव अस्ति. एकमस्ति सार्वधातुकार्धधातुकयोः, इगन्तम् अङ्गमस्ति चेत् सार्वधातुकार्धधातुकयोः, उपधायां लघु इक् वर्णः अस्ति चेत् पुगन्त लघु पदस्य च. सूत्रेण ईकारस्य गुणं भूत्वा एकारः भवति. नी ने भवति, ने योगः नेव एचो यवायवः इति सूत्रेण तत्र एकारस्य ऐ अकारः भवति. नय नययोगः अत् नैयोगः अत् नैयोगः. इदानीम् एकक्षणम् एकक्षणम्. इदानीं तत्र नय इति अङ्गं सिद्धं खलु? तत्र नी इति धातुतः नय इति अङ्गं सिद्धं. तादृश अङ्गसाधनार्थं निमित्तं किम् अस्ति तत्र? नय इति अङ्गसाधनार्थं निमित्तम् अस्ति अत्यधि प्रत्ययेन. न न शप् इति प्रत्ययेन एव एतादृशकार्यं जातं खलु? गुणकार्यम् एचयवायवः सर्वं तत्र शप् इत्यनेन इति कारणेन एव जातं खलु? शप् इति प्रत्ययस्य कारणेन एव तत्र गुणः जातः खलु? अतः एव अत्र उक्तमस्ति द्वितीयसोपाने विकर्णप्रत्ययस्य प्रभावेन अङ्गे कार्यं जायते इत्यस्य उदाहरणम् एतदेव. नी इति नय इति जातं, परन्तु लिक् इत्यत्र लिक् योगः अयोगः अत् लिक् इति तुदादिगणीयधातुः अस्ति, तत्र किं भवति लिक् योगः अत् लिखति एव भवति, तत्र परिवर्तनं नास्ति, तत्र परिवर्तनं नास्ति इत्युक्ते विकरणप्रत्ययस्य प्रभावेन कुत्रचित् परिवर्तनं भवति, कुत्रचित् परिवर्तनं न भवति, अतः अपि रूपभेदः दृश्यते। श्रुतं वा? अस्तु अस्तु। विकरणप्रत्ययः भिन्नभिन्नप्रत्ययः अस्ति इति कृत्वा अपि रूपभेदः अस्ति, अपि च विकरणप्रत्ययस्य प्रभावेन अङ्गे किमपि कार्यं जायते चेत् तेन अपि रूपभेदः भवति इति उक्तम्। तदनन्तरं तत्र जुहोत्यादिगणे अदादिगणे अपि रूपभेदः भवति, किमर्थम् इति चेत् जुहोत्यादिगणे अदादिगणे शपिति विकरणप्रत्ययस्य लोपः एव जायते तत्र, अधिप्रभृतिभ्यः शपः लुक् इत्यनेन अदादिगणे शप्रत्ययस्य लुक् भवति, जुहोत्यादिगणे श्लू इत्यनेन तस्य लोपः भवति, अतः उभयत्र लोपः भवति, विकरणप्रत्ययः एव नास्ति, यद्यपि प्रत्ययः नास्ति परन्तु तथापि तत्र प्रत्ययस्य प्रभावः अस्ति इति कृत्वा कानिचन कार्याणि भवन्ति अदादिगणे जुहोत्यादिगणे, अतः तत्रापि विकरणप्रत्ययस्य प्रभावः दृश्यते इति सारांशः। भगिनि अहं सर्वं विस्मृतवती भगिनि, क्षम्यतां। नास्ति चिन्ता, नास्ति चिन्ता, अस्तु। अग्रे उषा भगिनी पठति वा? आं भगिनि, अधः भगिनि कुत्र अस्ति? ओके, ऐ हेड् इण्टर्नेट् प्राब्लम्स् भगिनि। अधः अधः षट् वृत्तान्ताः, ए त्रु एफ् इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलतान् विकरणप्रत्ययेन कीदृशप्रभावः इत्यस्य एका दृष्टिः भवति। विकरणप्रत्ययेन गुणकार्यं भुवादिगणे चुरादिगणे च, भूयोगः शप् योगः अत् अत् सार्वधातुक आर्धधातुक आर्धधा कुत्रचित् प्रतिध्वनिः प्रतिध्वनिः अस्ति। वासुदेवन् महोदय, वासुदेवन् महोदय, प्रश्नः अस्ति वा? भूयोगः शप् योगः अत् इति सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः, भो योगः अयोगः अत् भव योगः अत् भवतु पुंसि भवन्, चुर् योगः इ भवत् इति प्रातिपदिकं, पुंसि भवन् इति रूपं, चुर् योगः इ चोरि, चोरि योगः शप् योगः अत् सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तधातोः इकः गुणः, चोरे योगः अयोगः अत् चोरय योगः अत् चोरयत् पुंसि चोरयन्, विकरणप्रत्ययेन गुणकार्यं विकरणप्रत्ययः शप् आयाति भ्वादिगणे, भूयोगः धातु भूयोगः शप् योगः अत् अत् इति शत्रुप्रत्यय इत् लोपानन्तरं शत् इति अवशिष्यते, भूयोगः शप् योगः अत् सार्वधातुक आर्धधातुकयोः इत्यनेन भू इति इगन्त अङ्गम्, इगन्त अङ्गं भू भू इति भो भवति, गुणः भवति, भोयोगः शप् इति अकार एव अवशिष्यते, भोयोगः अयोगः अत् ओकारः, ओकारः योगः अ एचो अयवायावः इति सूत्रेण ओ इति ओ स्थाने औ भवति, सो भकारः योगः औ भव् भव् योगः अत् भव् योगः अत् भवत् भवत् इति प्रातिपदिकं सिद्ध्यति, पुंसि रूपं भवन् इति भवन् भवन्तौ भवन्तः, चुरादिगणे चुर्योगः चुर्योगः इ चोरि, चुर्योगः इ णिच् प्रत्ययेन अवशिष्यते, चुर् चुरादिगण चुर् इति धातुः, चुर् इति धातुः योगः णिच् चोरि चोरी भवति, इ इति इगन्त अङ्गं न न चुर् इति पुगन्तलघुपदस्य च इत्यनेन पुगन्तलघुपदस्य च इत्यनेन चु इति चो भवति. चोर् योगः इ चोरि, चोरि योगः शप् योगः अत् शप् इति विकरणप्रत्ययः आयाति. चोरि योगः शप् योगः अत् सार्वधातुकाधधातुकयोः इत्यनेन चोरि इति चोरे इति भवति. चोरे योगः अ योगः अत् एचो रे इति एकारस्य स्थाने रकारः एकारः एकारस्य स्थाने एचो अयवायावः इत्यनेन ऐ इति आयाति. चोरै योगः अ योगः अत् चोरय योगः अत् चोरयत् इति प्रातिपदिकरूपं सिद्ध्यति. पुम्बत् रूपं चोरयन् चोरयन् चोरयन्तौ चोरयन्त इति रूपं सिद्ध्यति. समीचीनं, प्रक्रिया सर्वं भवती उक्तवती, समीचीनं, धन्यवादः. इदानीं तत्र तत्र उमा भगिनी वदतु, अत्र किमर्थम् एतत् सर्वम् उक्तम्? अस्ति वा उमा भगिनी? अस्तु, तत्र विमला भगिनी वदतु, तत्र किमर्थम् एतत् सर्वम् अस्मि वा वदतु. पुनरेव वदतु भगिनि. अत्र भगिनी बहु किमपि उक्तवती, एतत् सर्वं किमर्थम् उक्तम् अत्र? इदानीं भगिनी यत् पठितवती तत्र भगिनी प्रक्रिया कथम् अस्ति इति सर्वम् उक्तवती, किमर्थम् एतस्मिन् विषये चिन्तनम् अत्र? अत्र प्रसङ्गः कः? न, अधः षट् वृत्तान्ताः इति उक्तं खलु, तत्र किम् उक्तमस्ति? सर्वाणि सोपने अस्माभिः न अधीतानि. विकास् तिङ् प्रत्ययः सोपानि एव अत्र तिङ् प्रत्ययः तिङ् प्रत्यययोजने योजनसमये वाट्टवर् इति नो सारि सर्वाणि सोपानि ते एव सोपानि अत्र अत् इति योजनेन आगच्छति. तत् समीचीनं, तत्र तिङ् प्रसङ्गे यानि सोपानि तानि एव अत्रापि सोपानानि इति समीचीनं. परन्तु अत्र अत्र किं प्रदर्शयितुम् इच्छति इति चेत् विकरणप्रत्ययस्य प्रभावेन कीदृशप्रभावः इति अत्र प्रदर्शयितुम् इच्छति. विकरणस्य प्रभावेन रूपभेदः भवति इति अत्र वक्तुम् इच्छति. इत्युक्ते तत्र चुरादिगणे अपि च भुवादिगणे पश्यति चेत् उभयत्र शप् अस्ति, उभयत्र समानप्रक्रिया अस्ति. भूयोगः शप् योगः अत् इत्यत्र यादृशप्रक्रिया तथैव अस्ति. चोरियोगः अत्योगः, चोरियोगः शप् योगः अत् इत्यत्रापि समानप्रक्रिया. तेन शप् इति प्रत्ययस्य प्रभावेन अङ्गे परिवर्तनं जायते इति तत् वयम् अवगन्तुं शक्नुमः अत्र. उद्धं खलु? अस्तु, अरविन्द् महोदय अग्रे. एकः प्रश्नः अस्ति भगिनि, तत्र शत्रु इत्यस्मिन् ऋकारस्य इत्संज्ञा अस्ति किल, तत्र ऋकारस्य कः प्रयोजकम् अस्ति? ऐ मीन् ऋकारस्य कारणेनैव नुमागमः भवति तत्र. ओ, उगित् अस्ति, तत्र एकं सूत्रमस्ति उगितचां सर्वनामस्थाने सर्वनामस्थाने धातोः इति सूत्रेण शत्रुप्रत्ययस्य प्रसङ्गे नुमागमः पुल्लिङ्गे केन सूत्रेण भवति, नपुंसकलिङ्गे केन सूत्रेण नुमागमः भवति इति चेत् तत्र उगितचां सर्वनामस्थाने धातोः इति सूत्रेण नुमागमः भवति. उगित् अस्ति चेत् उगित् इति कथमस्ति अत्र? शत्रुप्रत्ययः उगित् अस्ति वा? ऋकारः अस्ति, ऋकारः इत्संज्ञा अस्ति इति उगित् कथं भवति? उगित् कथं भवति? उक् अस्ति खलु? ओ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, ऋ, षष्टिविभक्ति भवति वा भगिनि तत्र उक्कः न न उगित उगितचाम् इत्यत्र उक् इत् उगित् उगित उगित अत्र अनन्तरम् अच्छिति अपि अस्ति तत्र अन्यदपि अस्ति तत्र अन्यदलं किमर्थं भवति तत्र ऋकारः अस्ति किल तत्र षष्टिविभक्तिरूपं वा ऋकारस्य उ इति षष्टिविभक्तिरूपम् अस्ति वा न न न उक् इति प्रत्याहारः अस्ति भगिनि ओ प्रत्याहार एव वा अस्तु हा उक् इति प्रत्याहारः अस्ति इति प्रत्याहारे ऊर् लु इति एते वर्णाः अतः तादृशवर्णानाम् इत्संज्ञा अस्ति चेत् तस्मिन् सन्दर्भे नुमागमः अस्तु अत्र तु ऋकारस्य इत्संज्ञा अस्ति शत्रुप्रत्यये ऋकारस्य इत्संज्ञा अस्ति तस्य प्रयोजनं किम् इति चेत् नुमागमः एव प्रयोजनं अस्तु धन्यवादः भगिनि अस्तु तर्हि अत्र अरविन्द महोदय विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन इयङ् अथवा उवङ् आदेशः आजादिगणे जुहोत्यादिगणे च भ्रू योगः अत् शपः लुप् लोपः भ्रू योगः अत् अजिष्णुब्रुवां जाजिष्णुदादुब्रुवां यो रियङ्वङ् इत्यनेन उ उकारान्तधातुरूपी अङ्गस्य उ ऊ कारस्य स्थाने उवङ् आदेशः ब्र योगः उ योगः अथ् ब्रुव योगः अथ् ब्रुवत् पुंसि ब्रुवन् जुहूत्यदयो अपि तथा अत्र ह्री धातुः इकारान्तः अतः इयङ् ह्री योगः जिह्री ह्रि जिह्री भूत्वा अत् योगेन जिह्रि योगः इय योगः अत् जिह्रियत् रूपं सिद्ध्यति तत्र द्वितीयकारणं दत्तमस्ति केन अङ्गस्य रूपभेदं भवति इति अस्मिन् परिच्छेदे दत्तमस्ति विकरणप्रत्ययेन कारणेन विकरणप्रत्ययलोपेन लोपस्य कारणेन अचि स्नु धातु ब्रुवां यो इयङ् उवङ् इति सूत्रे अचादिधातुप्रत्यये यदि स्नु अथवा धातुरूपी उकार अथवा ध्रुवधातोः परमस्ति चेत् उकारस्य अथवा दीर्घ उकारस्य स्थाने उवङ् आदेशः भवति तथा इकार या दीर्घ इकार अस्ति चेत् तेषां तयोः स्थाने इयङ् आदेशः भवति द्वयोः अनुबन्धलोपानन्तरम् उव एकम् इय एव अवशिष्यते तेषां धातु अङ्गस्य योजनेन नव अधिदेशधातुरूपम् अङ्गरूपेण प्राप्नोति यथा भृ योगः भ्रू इति धातोः उकारान्त अस्ति कृत्वा तस्य स्थाने उ आदेशः भवति तत्कारणेन भ्रू भ्रूयोगः उ भ्रुव भवति तेषां तयोः न तस्य भ्रुव रूपस्य अत् शत्रञ्जस्य अत् योजनेन ब्रुवत् इति प्रातिपदिकं प्राप्नोति पुंसि ब्रुवन् रूपम् एव तथा जुहोत्यादि ह्री धातु दीर्घ ईकार अस्ति कृत्वा तस्य ईकारस्य स्थाने इयङ् आदेश अनुबन्धलोपानन्तरं ह योगः ह जुहात्वादि अस्ति कृत्वा द्युत्वं भवति जिह्री जिह्री इति अन्तिम इकारस्य आदेशम् इयङ् इति अस्मिन् सूत्रं कारणेन अस्य सूत्रस्य कारणेन आयाति इह्र जिह्र योगः इय इति स्थिते जिह्रियत् जिह्रिय योगः अत् जिह्रियत् इति रूपं सिद्ध्यति अत्र परिच्छेदे इयङ् उवङ् आदेशस्य कारणेन अङ्गस्य रूपभेदं कथं भवति इति दत्तमस्ति हा बहु सम्यक् महोदय समीचीनम् अत्र पश्यन्तु अत्र भ्रू इति धातुः अदादिगणीयधातुः अस्ति अनन्तरं क्री इति धातुः जुहोत्यादिगणीयधातुः अस्ति अत्र जुहोत्यादिगणे विकरणप्रत्ययस्य लोपः भवति इति वयं जानीमः अदादिगणे अपि विकरणप्रत्ययस्य लोपः भवति तर्हि विकरणप्रत्ययः नास्ति इदानीं भ्रूयोगः अत् इति अस्ति अदादिगणे तर्हि भ्रूयोगः अत् इदानीं विकरणप्रत्ययः नास्ति एव परन्तु तत्र शत्रुप्रत्ययस्य कारणेन अङ्गे परिवर्तनं जायते इति कृत्वा रूपभेदः दृश्यते. तत्र अङ्गे किं परिवर्तनम् इति चेत् भ्रूयोगः अत् इति सन्दर्भे किञ्चित् चिन्तनं कुर्मः. अत्र गीता भगिनी आगच्छतु. भ्रूयोगः अत् इत्यत्र किं भवितुम् अर्हति सामान्यतया? भगिनि, भ्रूयोगः अस्त् भवितुमर्हति ब्रुवत् इति, ब्रुवत् सन्धि भूत्वा ब्रुवत् इति भवितुमर्हति. किन्तु केन सूत्रेण? सम्यक्, केन सूत्रेण सन्धिः? येचो अयवायवः इति सूत्रेण. एचो अयवायवः इति प्रसक्तमस्ति अत्र? अत्र किमुक्तमस्ति एचोयवायवः इति? न भगिनि, ऐ थिङ्क् गुणसन्धि, गुणसन्धिः इति वा? इकोयणचि यण् सन्धिः भवितुमर्हति खलु? यण्सन्धि भवितुमर्हति. यण् सन्धिः भवितुमर्हति. अन्यत् किमपि प्रसक्तमस्ति वा? अत्र तु अचि श्नुदा तु ब्रुवा एतत् सूत्रेण. हा, परन्तु तस्मात् पूर्वं, तस्मात् पूर्वं तत्र किमपि भवितुमर्हति वा? कीदृश अङ्गमस्ति? अङ्गं तु प्रकृतिभावः. किम्? गुणकार्यं, गुणकार्यं केन सूत्रेण? ऊकारान्त, ऊकारान्त अङ्गमस्ति. अतः गुणं भवितुमर्हति सार्वधातु. गुणः भवति वा? अत्र गुणं न भवति. किमर्थम्? लुक् लुक् शपः लुक् अस्ति चेत् गुणं न न भवति. अत्तिति प्रत्ययं निमित्त अत्तिति प्रत्ययः कीदृशः? अत् प्रत्ययः षित् अस्ति, शत्रुप्रत्ययः अस्ति, चित् अस्ति. गुणं भवितुमर्हति षित् अस्ति चेत्. किमर्थम्? समीचीनं भगिनि. षित् अस्ति इति कृत्वा किम् अस्ति तत्? ब्रू ब्रो इति भवति. हा, शत्रुप्रत्ययः षित् अस्ति इति कृत्वा किम् अस्ति तत्? कीदृशप्रत्ययः? किमर्थं तत्र गुणः भवितुम् अर्हति इति उक्तवती? तत्र प्रत्ययः सार्वधातुक, सार्वधातुक, सार्वधातुकप्रत्ययः अस्ति, अतः गुणः भवितुम् अर्हति. परन्तु किमर्थं न भवति? अपित् अस्ति खलु? अस्तु, प्रत्ययः अपित् अस्ति खलु? अतः षित् अस्ति किन्तु अपित् अस्ति, तस्मात् गुणं न भवति. सार्वधातुकार्धधातुकयोः इति सूत्रेण ब्रो इति न भवति. सार्वधातुक अर्धधातुकयोः इत्यनेन ब्रो इति भवितुम् अर्हति. किमर्थमिति चेत् शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, परन्तु अपित् अस्ति, अतः सार्वधातुकं गुणः न भवति. निद्वत् अस्ति इति कृत्वा क्निति च इति सूत्रेण गुणनिषेधः, गुणनिषेधः तत्र गुणः न भवति. तर्हि इदानीम् अस्माकं पुरतः किम् अस्ति सूत्रम्? इकोयणचि इति एकमेव सूत्रमस्ति. परन्तु अत्र अन्यत् एकं सूत्रमस्ति, अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति एकं सूत्रमस्ति. सूत्रं किं वदति इति चेत्, धातुः इकारान्तधातुः अथवा उकारान्तधातुः अस्ति, अपि च तस्य अनन्तरम् अजादिप्रत्ययः अस्ति. अत्र अस्मिन् सूत्रे बहु किमपि अस्ति. तत्र सरलरीत्या पश्यामः चेत् यत्र धातोः प्रसङ्गे इकारान्त उकारान्तधातुः अस्ति चेत् अनन्तरम् अजादिप्रत्ययः, प्रत्ययः अजादिः भवेत्, अपि च अङ्गं धातुः उकारान्त इकारान्तः ह्रस्वः भवतु दीर्घः भवतु अस्ति चेत् उकारस्य स्थाने उवङ् इति आदेशः भवति, इकारस्य स्थाने इयङ् इति आदेशः भवति. उवङ् इति आदेशः भवति उकारस्य स्थाने. उवङ् इत्यत्र मकारस्य इत्संज्ञा वकार उत्तरवर्ति अकारः उच्चारणार्थः, अतः उव् इति अवशिष्यते. उकारः वकारः अवशिष्यते, अतः भ्रू इत्यस्य उकारस्य स्थाने उव् इति आदेशः भवति, अतः ब्रुव् योगः अत् ब्रुवत् इति रूपम्. बुद्धं वा? अस्तु भगिनि. मीनाभगिनी वदतु एकक्षणं, मीनाभगिनी वदतु. अत्र अचिष्णु धातु ब्रुवाम् इति सूत्रे धातु इति किमर्थम् उक्तं तत्र? अचि अश्नु ब्रुवाम् एव सम्यक् अस्ति किल, किमर्थं धातु? धातु इति न उक्तं चेत् तत्र ब्रू योगः अत् इत्यत्र ब्रुवत् इति भवति वा? धातु इति न उक्तं चेत् तत्र अचिष्णु धातु ब्रुवाम् योः इति अस्ति. योः इत्यत्र ईकार उकारयोः इति धातुः इति न उक्तं चेत् ब्रुवत् इत्यत्र रूपं न साधयितुं शक्नुमः खलु. ब्रू इति उकारान्तधातुः इत्यत्रापि कार्यं स्यात् इति कृत्वा धातुः इति उक्तम्. नो चेत् ब्रुवत् इत्यत्र रूपं न सिद्ध्यति. एवमेव बहुत्र अस्ति, ईकार उकारान्तधातुः यत्र अस्ति तत्र रूपं साधयितुं न शक्नुमः. तत्र केवलं ब्रू धातु इत्यस्मात् वा? न कोऽपि धातुः इकारान्त उकारान्त धातुः अस्ति, तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति. इकारान्त उकारान्त धातुः भवेत् अपि च अजादिप्रत्ययः इकारान्त धातु रूपं भवेत्. किमर्थं ब्रू अत्र अपि उकारान्त अथवा इकारान्त, इकारान्तः वा उकारान्तः वा द्वयमपि, द्वयोः एकमस्ति चेत् अत्र ब्रू इत्यत्र उकारान्तः अस्ति धातुः, अतः भवति. इकारान्तः अस्ति चेदपि भवति, कोऽपि धातुः इकारान्तः अस्ति चेदपि भवति, तत्रापि भवति, अत्रापि भवति. मम अपि प्रश्नः अस्ति भगिनि. अत्र अचि श्नु धातु भ्रुवाम् इत्युक्ते श्नु इत्युक्ते किं, भ्रुवाम् इत्युक्ते किम्? श्नु इत्युक्ते श्नु प्रत्यान्तम् अङ्गम्, श्नु प्रत्यान्तम् अङ्गमस्ति चेदपि इदं कार्यं करोति. श्नु प्रत्यान्तम् अङ्गमस्ति चेदपि इदं कार्यं करोति. श्नु प्रत्यान्त अङ्गस्य अनन्तरं तत्र श्नु इत्यत्र उकारः अस्ति खलु, आम्, तस्य अनन्तरम् इदानीं तत्र चिनु इति न शक्नु इति अङ्गमस्ति, शक्नु तत्र शक्नोति इति रूपमस्ति खलु, आम्, शक्नु इति अङ्गमस्ति. शक्नु शक् इति धातुतः तिङ् प्रत्ययः तत्र अन्ति इति स्वीकरोतु बहुवचनं, शक्नुवन्ति इति रूपमस्ति खलु, शक् योगः अन्ति इति प्रत्ययः तिङ् प्रत्ययः, तत्र श्नु इति प्रत्ययः विकरणप्रत्ययः आयाति शक् धातोः, अतः शक् योगः नु योगः अन्ति. शक्नु इति अङ्गमस्ति, शक्नु इति अङ्गे श्नु प्रत्यान्तम् अङ्गमस्ति, अपि च अन्ति इति प्रत्ययः अजादिः अस्ति इति कृत्वा श्नु प्रत्यान्त अङ्गस्य उकारस्य उवङ् इति आदेशः भवति, अतः शक्नुवन्ति इति रूपम्. बुद्धं वा? तद्बुद्धम्. अपि च भ्रुवाम् इत्युक्ते ब्रू इति रूपं, ब्रू इति अत्र तु ब्रू इति विषयः नास्ति, सुबन्तप्रक्रियायां ब्रू इति प्रातिपदिकम् अस्ति चेत् तत्रापि कार्यं करोति. इत्युक्ते धातुतः निष्पन्नः ब्रू इति रूपम् अस्ति चेत् तत्र ब्रू योगः टा इति प्रत्ययः स्वीकरोतु, तत्र तृतीयविभक्तौ टा इति प्रत्ययः अस्ति खलु, सुयोजस् अमौचस्था टा इति प्रत्ययः अस्ति, तर्हि आ इति अवशिष्यते, ब्रू योगः आ. तत्र आ इति प्रत्ययः अजादिः अस्ति, ब्रू इति तत्र सूत्रे एव उक्तत्वात् ब्रू इत्यस्य ऊकारस्य स्थाने उव इति आदेशः भवति, अतः ब्रुवा इति रूपम् अस्ति. तत्रापि रूपसाधनार्थं ब्रू ब्रू इति उक्तम्. धन्यवादः भगिनि. क्षम्यतां महोदय, अरविन्द महोदय, अत्र विनयमहोदय वदतु. क्षम्यताम्. प्रश्नः अस्ति, क्षत्रिप्रत्ययः अविशेषः अथ क्षत्रिपत्रकारणेन शिक् सार्धातुक् प्रत्ययः, परन्तु अत्र गुणः न भवति यथा अत् अजादि अपित् अस्ति. परन्तु यदि अजादि अपित् नास्ति, अन्यप्रत्ययः अस्ति यथा हलादिपित् अस्ति, तिप् अस्ति. यदि वयं केवलं युनो वक्तुम् इच्छामः, तर्हि प्रत्यलोपे प्रत्यलक्षणं कारणेन अजादि अपि च जुहुत्यादि प्रभावः भवति वा केवलं हलादिपित् कारणेन प्रभावः भवति? प्रश्नः कुत्र, कस्मिन् उदाहरणे, पुनः वदतु कस्मिन् उदाहरणे. अहं केवलं ब्रूसम्बन्धे वदामि. ब्रूसम्बन्धे तत्र शप् इति प्रत्ययस्य लोपः भवति इति उक्तं, तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन शप् इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः वा? हा, तर्हि शप् इति प्रभावेन किमर्थं गुणः नास्ति इति प्रश्नः खलु. तत्र समीचीनं प्रश्नः समीचीनः अस्ति. इदानीं ब्रूयोगः शप् योगः अत् इत्यत्र शप् इत्यस्य लोपः अस्ति, परन्तु तस्य प्रभावः अस्ति खलु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन शप् इति अस्ति इति विचिन्त्य ब्रू इत्यत्र गुणः किमर्थं न स्यात् इति प्रश्नः. वस्तुतः अत्र शपः लोपः इति नास्ति, अत्र शपः लुक् इति अस्ति. यत्र लुक् यत्र लू इति शब्देन प्रत्ययस्य लोपः भवति, यथा अत्र लुक् इत्यत्र लू इति शब्देन लोपः भवति, अपि च श्लू इत्यत्र लू इति शब्देन लोपः भवति, यत्र तादृशमस्ति. अत्र सामान्यलोपः नास्ति, यत्र सामान्यतया लोपः इति वदामः चेत् सामान्यलोपः अस्ति, परन्तु यत्र लू इति शब्देन लोपः भवति तत्र तु अङ्गकार्यं न भवितुम् अर्हति. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अङ्गकार्यं निषिद्धम् अस्ति. तत्र एकं सूत्रमस्ति, न लुमताङ्गस्य इति सूत्रमस्ति. इत्युक्ते लू इत्यनेन अस्ति इति कृत्वा तत्र तत्र शप्रत्ययस्य यदा लुक् भवति तर्हि शप्रत्ययस्य प्रभावः एव नास्ति, अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन कदापि तत्र गुणः न भवति, यतोहि लुक् इत्यनेन लोपः अस्ति. धन्यवादः. अस्तु, अरविन्द महोदय. भगिनि, तत्र अजाति प्रत्ययः अपि भवेत् इति कुत्रापि दत्तमस्ति वा? किन्तु पित् अस्ति चेत् गुणं भवति न? सम्यक् सम्यक्. तर्हि अत्र अत्र ब्रूयोगः अत् इत्यत्र तु अपित् प्रत्ययः अस्ति, अतः गुणः नास्ति, परन्तु पित् प्रत्ययः अस्ति चेत् तत्र तत्रापि अजादिपित् प्रत्ययः, तादृशप्रत्ययः, अजादिप्रत्ययः इत्युक्ते अस्माकं पुरतः ब्रूयोगः आनी इति प्रत्ययः अस्ति. ब्रूयोगः आनी इत्यत्र तत्रापि अचिष्णुधातु ब्रुवाम् इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः. ब्रू इति तत्र आनि इति प्रत्ययः लोट्लकारे बहुवचने एकवचने प्रत्ययः अस्ति, आनि इति प्रत्ययः. तर्हि ब्रूयोगः आनि, किञ्चित् चिन्तनं कुर्मः. ब्रूयोगः आनि इत्यत्र सूर्यकुमारी भगिनी वदतु किं भवितुम् अर्हति, तत्र गुणस्य प्रसक्तिः अस्ति वा? आनि इति प्रत्ययः पित् प्रत्ययः अस्ति. आनि अर्धधातुकप्रत्ययः अस्ति. न न, कथं न आनि कस्य स्थाने आनि इति अस्ति? मिप् इति प्रत्ययस्य स्थाने आनि खलु. प्रत्ययः पित् अस्ति, आनि इति प्रत्ययः पित् अस्ति, तत्र किं भवितुम् अर्हति? केन सूत्रेण? न, अत्र आनि इति प्रत्ययः पित् अस्ति, तर्हि गुणः केन सूत्रेण भवति? इति धातुः अस्ति. सारधातुक अर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति. तत्र अन्यत् सूत्रं प्रसक्तमस्ति वा ब्रूयोगः आनि इत्यत्र? ब्रूयोगः अजन्तदा आनि अजन्त प्रत्ययः अस्ति. अजादिप्रत्ययः, अजन्त नास्ति. अजन्तः अपि अस्ति परन्तु अजादिः इति विषयः अस्ति अस्माकम्. अजादिप्रत्ययः अस्ति चेत् अस्तु, विमला भगिनी सहायं करोतु. मित् अस्ति भगिनि, मित् इत्युक्ते मित् अपि अस्ति, मितचोन्त्यात्परः इति कार्यं करोति किम्? न न न न, अत्र आगमस्य विषयः नास्ति. तत्र मिप् इति मूलप्रत्ययः अस्ति, तस्य परिवर्तनं भूत्वा आनि इति सिद्धप्रत्ययः अस्ति. ब्रुवाणि इति ब्रूयोगः आनि इत्यत्र गुणः भवितुम् अर्हति इति भगिनी उक्तवती. इदानीम् अन्यसूत्रस्य प्रसक्तिः अस्ति वा अत्र? अस्ति इति भाति, परन्तु सूत्रं न जानामि भगिनि. किमपि इदानीम् अत्र उक्तं खलु, अत्र इत्यस्य प्रसक्तिः अस्ति वा? अस्ति अस्ति भगिनि, अचि अस्ति. किमर्थमस्ति? अचि अस्ति चेत् मी, अच्छा, इकारान्त मी इकारान्त अस्ति ब्रू इति. ब्रू इति कीदृशधातुः अस्ति? उकारान्त, उकारान्तधातुः. अनन्तरम् आनि इति प्रत्ययः कीदृशः? अचि, अचि अचि अस्ति खलु, अजादिः अस्ति खलु, अतः सूत्रस्य प्रसक्तिः अस्ति वा? अस्ति. हा, तर्हि अत्र सूत्रद्वयं प्रसक्तमस्ति. अचिष्णु धातु ब्रुवां योर् यङौ इत्यस्यापि प्रसक्तिः अस्ति, यतोहि उकारान्तधातुः अस्ति, अपि च अजादिप्रत्ययः अस्ति, अपि च सार्वधातुकार्धधातुकयोः इत्यस्यापि प्रसक्तिः अस्ति, यतोहि तत्र प्रत्ययः सार्वधातुकः अस्ति, आनि इति प्रत्ययः, अपि च इगन्तम् अङ्गमपि अस्ति, पित् अपि अस्ति, अतः गुणः अपि भवितुम् अर्हति. इदानीं सूत्रद्वयं प्रसक्तमस्ति, तयोर्मध्ये तत्र सङ्घर्षः अस्ति. तर्हि किं कार्यं कर्तुं शक्नोति अत्र इति चेत्, अत्र वंशी भगिनी वदतु किं कार्यं कर्तुं शक्नोति. हा भगिनि, एतत्तु परसूत्रमस्ति. किमस्ति परसूत्रम्? सार्वधातुकार्धधातुकयोः, सार्वधातुकार्थधातुकयोः परसूत्रमस्ति, यतोहि तत् सप्तमाध्याये अस्ति किल, तत्र हा परसूत्रमस्ति. परन्तु एतत् सूत्रस्य कार्यम् एव भवति, यतोहि तत्र सम्यक् न श्रूयते भगिनि, उच्चैः वदतु. अस्तु, सार्वधातुकार्थधातुकयोः इति सप्तमाध्याये अस्ति, परसूत्रमस्ति भगिनि. मम पार्श्वे ध्वनिः नास्ति. अस्तु, परन्तु तत्र हा, एतत्तु अचिष्णु धातु ब्रुवां तु पूर्वसूत्रमस्ति, परन्तु विशेषतया तत्र अपवादबलेन एतत् सूत्रं कार्यं करोति. न, अपवादः तत्र कथम्, अपवादः इति कथं वदति तत्र? तादृशप्रसङ्गः अस्ति वा? एकक्षणं, उक्तवती परसूत्रम् इति उक्तवती खलु, परसूत्रबलेन एव कार्यं करोति. परसूत्रम् अस्ति, परन्तु अपि तस्ति खल, तत्र पित्वं नास्ति. आनि इति प्रसङ्गः अस्ति, आनि तु पित् अस्ति. आम्, आनि इति मिप् अस्ति, पित् अस्ति, तर्हि एतत् सूत्रस्य प्रसक्तिः अस्ति, अपि च धातु ब्रुवां युवोरयङ्गौ इत्यस्य प्रसक्तिः अपि अस्ति. परन्तु कस्य सूत्रस्य एतत्तु उत्सर्गसूत्रमस्ति न भगिनि? सार्वधातु अत्र अचिष्णुधातु ब्रुवाम् अपि च सार्वधातुकार्धधातुकयोः, तयोः तादृशसम्बन्धः अस्ति नास्ति इत्युक्ते, अत्र कार्यं न करोति चेत् अचिष्णुधातु ब्रुवाम् इत्यस्य अन्यत्र कार्यमेव नास्ति इति वक्तुं शक्यते वा? यत्र प्रत्ययः अस्ति तत्र तु तस्य कार्यम् अस्ति एव खलु? सत्यं सत्यम्, अन्यत्रापि तत्र लब्धावकाशः अस्ति, निरवकाशं नास्ति इति न वक्तुं शक्यते, यतोहि तस्य प्रसक्ति अन्येषु स्थलेषु अपि भवति. विप्रतिषेधे परं कार्यं तु अस्ति, परन्तु भगिनी तत्र तु धातुरूपी अङ्गं कारान्त तत्र विशिष्टम् अस्ति किल, तत्र ब्रू इति अस्मिन् तु भवितुम् अर्हति. भवतु भवतु, अत्र अत्र ब्रूयोगः अत् इत्यत्र अचिष्णु धातु ब्रुवम् इत्यस्य अवसरः अस्ति एव, परन्तु भ्रूयोगः आनि इत्यत्र सारधातुकार्धधातुकयोः इति परसूत्रम् अस्ति इति कृत्वा तस्य बलमधिकम् अस्ति इति कृत्वा सारधातुकार्धधातुकयोः इति कार्यं करोति एव, अतः एव ब्रुवाणि इति रूपमस्ति तत्र. ब्रू इत्यस्य गुणः भूत्वा ब्रो अनन्तरम् अवादेशः ब्रवाणि इति रूपमस्ति इति कृत्वा तत्र अरविन्द महोदय पश्यतु यत्र प्रत्ययः पित् अस्ति तत्र तु गुणकार्यस्य कार्यं भवति एव परत्वात्. यत्र अपित् अस्ति तत्र एव अचिष्णुधातु ब्रुवम् इत्यस्य प्रसक्तिः. भवेत् इति सूत्रे न दत्तमस्ति, सूत्रे न दत्तं, फलितार्थः अस्ति, फलितार्थः अस्ति. यद्यपि पित् प्रसङ्गे अपि एतस्य प्रसक्तिः भवति परन्तु प्राप्तिः नास्ति इति कृत्वा यत्र यत्र पित् प्रत्ययः अस्ति तत्र सर्वत्र गुणकार्यं भवति, अतः अचिष्णुधातु ब्रुवाम् इत्यस्य प्राप्तिः अपित् प्रसङ्गे एव भवति प्राप्तिः, पित् प्रसङ्गे प्राप्तिः नास्ति इति कृत्वा वयं वक्तुं शक्नुमः फलितार्थः, सूत्रस्य फलितार्थः अपित् प्रसङ्गे एव. अजादि अपित् प्रत्ययः अस्ति चेत् एव उवङ् इयङ् इति आदेशः भवितुम् अर्हति. अस्तु, तर्हि इदानीं तत्र ब्रूयोगः अत् इति अस्माकं विषयः अस्ति, समयस्य अभावः, अतः अत्र कः वक्तुमिच्छति झटिति? अत्र मीना भगिनी वदति वा ब्रूयोगः अत् इत्यत्र ब्रूयोगः अत् इत्यत्र किं भवति इति वदतु, चिन्तनं किम् अस्ति इति. अत्र गुणः, गुणस्य प्रसक्तिः अस्ति परन्तु न भवति इति उक्तं, तदनन्तरं किं भवति? तदनन्तरम् अचिष्णु ब्रुवां यो यङ् युवङ् इति दातु तत् सूत्रेण उव् भवति, ब्र उव् योगः अत् इति भवति. ब्रुवत् इति प्रातिपदिकं भवति, ब्रुवत् इति प्रातिपदिकं भवति, अतः अस्ति न उवङ्ग, अतः उव अवशिष्यते न वकार उत्तरवर्ति अकारः उच्चारणार्थः अस्ति तत्र, उव् इत्येव अवशिष्यते, उव् इति अवशिष्यते, अतः तत्र ब्रुव् इति रूपं, ब्रुवयोगः अत् ब्रुवत्. अस्तु, अनन्तरं जिह्रि इत्यत्र किं भवति? जिह्रि जिह्रि जुहोत्यादि दातु तत् तस्मात् द्वित्वं भवति, ह्री दातु किल, ह्री दातु, ह्री दातु इकारात् दातु, ह्री ह्री भवति, प्रथमं द्वित्वं भवति, ह्री ह्री भवति. तदनन्तरं रेपः अपगच्छति, अभ्यासस्य रेपः गच्छति, हि रेपः कुत्र गच्छति तत्र, हा रेपः गच्छति, अस्तु आम्. तदनन्तरं जकारः भवति, अभ्यासे जकारः भवति, किं सूत्रेण इति न जानामि, जिह्रि इति कुहोश्युः इति एकं सूत्रमस्ति, चिन्ता नास्ति. अत्र जिह्रि इति इदानीं तत्र क्री इति धातोः द्वित्वं भूत्वा अभ्यासकार्यं च भूत्वा जिह्रि इति अङ्गम् अस्ति, जिह्रि इति अङ्गं भवति इति चिन्ता मास्तु इदानीं. तदनन्तरम् अत्र शत्रुप्रयतः भवति, शत्रुप्रय प्रत्ययः जिह्री योगः, तत्र तत्र अचिष्णुत्वाङ्गौ इति भवति, जिहर् इति किमर्थम् जिहर् इति किमर्थं भवति भगिनि, इय भवति अचिष्णु ब्रूदातु युवङ्गौ न, ईकारस्य स्थाने इय इति अस्ति खलु तत्र, जिह्र जिह्रि इति अस्ति, जिह्र इय जिह्रिय जिह्रिय जिह्रि अत् जिह्रियत् अन्तिमरूपम् इत्युक्ते अत्र सारांशः कः, अत्र बहु किमपि उक्तं, तत्र भ्रमः भवितुम् अर्हति अत्र किम् अस्ति इति. इत्युक्ते सारांशः कः इति चेत् तत्र अदादिगणे जुहोत्यादिगणे विकरणप्रत्ययः नास्ति, विकरणप्रत्ययस्य लोपः अस्ति, तथापि तत्र शत्रुप्रत्ययम् आश्रित्य कार्यं भवति अङ्गे, ब्रू इति अङ्गे कार्यं भवति. कुत्र भवति इति चेत् अजादिप्रत्ययः अस्ति चेत् तत्र इकारान्त उकारान्त अङ्गं, ब्रू इति उकारान्तधातुरूपी अङ्गम् इत्युक्ते ब्रू इति उकारान्तधातुः अस्ति, अतः उवङ् इति आदेशः भवति अजादिप्रत्यये परे. जिह्री इति धातुः इकारान्तः अस्ति, तत्रापि इयङ् इति आदेशः भवति अजादिप्रत्यये परे इति सूत्रार्थः. तत्र अचिष्णु धातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रेण इकारान्त अथवा उकारान्त धातुः अस्ति, अनन्तरम् अजादिप्रत्ययः अस्ति चेत् इकारान्तमस्ति चेत् इयङ् इति आदेशः भवति, उकारान्तमस्ति चेत् उवङ् इति आदेशः भवति इति उक्तम्. एतस्य प्राप्तिः एकक्षणं भगिनि, एतस्य सूत्रस्य प्राप्तिः केवलम् अपित् प्रत्यये परे एव भवति, अपित् अजादिप्रत्ययः अस्ति चेदेव भवति. अस्तु, अत्र इकारान्तधातुः इति न उक्तं भगिनि? न, तत्र धातुः इति अस्ति खलु भगिनि, धातुः युवोः धातोः युवोः धात्वोः इत्यनेन, युवोः इत्यनेन किम् अस्ति, इ उ युवोः, इ उ अनयोः षष्टि युवोः इति अस्ति, तर्हि युवोः धात्वोः इत्यनेन इकारान्त उकारान्त धातुः इति अर्थः. रेपः अस्ति खलु, जिह्रि इत्यस्य रेप कुत्र गतः? तत्रैव अस्ति खलु, हकारः रेपः ईकारः, ईकारस्य स्थाने इय, अतः ह्रिय इति रूपं, तत्र रेपः अस्ति खलु, ह्रिय जिह्रीय अस्ति वा न नास्ति वा? वासुदेवन् महोदय, अस्ति वा नास्ति वा? अस्ति अस्ति अस्ति अस्ति अस्ति खलु, तत्र कुत्र अस्ति? न, रेपः अस्ति खलु, कुत्र अस्ति मुद्रणदोषः? मया न दृश्यते. जिह्रीयोगः अत् तत्र जिह् योगः इय इति उक्तं, जिहर् जिहर् रेपः अस्ति खलु, रेपः अस्ति, अस्तु अस्तु. मम करपत्रे डेश् न दृश्यते, मम करपत्रे रेपः एव दृश्यते, भवतां करपत्रे किमर्थं डेश् दृश्यते इति न जाने. अहं वयं तु वेब् मध्ये दृष्टवन्तः, वेब् मध्ये एव मम अपि, तत्र रेपः स्पष्टतया दृश्यते. अस्तु, सर्वेषां न जाने डेश् दृश्यते भगिनि, क्षम्यता. न भगिनि, रेपा अस्ति मम पार्श्वे तु, रेपा अस्ति. भगिनि एकः प्रश्नः, वदतु भगिनि, यथा ब्रू ब्रुवौ ब्रुवः, तत्र द्विवचने बहुवचने च उवङ् आदेशौ एव भवति इति वक्तुं शक्यते वा? औ जस् सु औ जस् तत्र औ जस् इति प्रत्ययः न, ब्रू ब्रुवौ ब्रुवः इति प्रथमविभक्तौ एव द्विवचने बहुवचने, सु औ जस् इति अस्ति खलु, तत्र औ इति अजादि प्रातिपदिकम् अस्ति इति कृत्वा तत्रापि भवति, एवं सत्यं, तदेव खलु उवङ् आदेशः खलु, तदेव तदेव तदेव सर्वत्र बहुत्र भवति, तत्र ब्रू प्रातिपदिकात् अजादिप्रत्ययः यत्र यत्र अस्ति सर्वत्र भवति, षष्टि सप्तमी अस् सर्वत्र ओस् सर्वत्र भवति. भगिनि एकः प्रश्नः च, यदा अपित् प्रत्ययः अजातिप्रत्ययः इति वदामः चेत् तत्र अपित् इत्यनेन निद्वत् इति अपि ग्रहणं भवति वा? ङित् क्षम्यता, ङित् इत्यस्य च अपित् अस्ति चेत् ङित् इति आटोमेटिक् अस्ति खलु, अपित् अस्ति चेत् सार्वधातुकम् अपित् निद्वत् इति अस्ति खलु, इति चेत् आर्धधातुकप्रत्ययस्य कृते च यत्र गुणः न भवति तत्र एतादृशम् अचिष्णु धातुप्रवाम् इत्यस्य प्रसक्तिः न चेत् प्राप्तिः अस्ति इति वक्तुं शक्यते. अर्धधातुकप्रत्ययस्य विषये तत्र अर्धधातुकप्रत्ययस्य विषये तत्र अपीत् इति चिन्तनमेव नास्ति, तत्र नास्ति, तत्र गुणः यत्र न भवति तत्र अर्धधातुकप्रत्ययः अस्ति चेत् गुणः इगन्तम् अङ्गम् अस्ति चेत् सर्वत्र गुणः भवति, अतः सर्वत्र तत्र अचिष्णु धातुप्रवाम् इत्यस्य प्राप्तिः न भवति एव, प्रसक्तिः अस्ति प्राप्तिः नास्ति. अर्धधातुकप्रत्यये परे यत्र गुणस्य प्रसङ्गः अस्ति तत्र गुणः एव भवति. गुणः भवति, हा सत्यं. यत्र गुणः न भवति तत्र अपि प्रत्ययः इत्युक्ते तत्र कित् अथवा नित् प्रत्ययः अस्ति. कित् अथवा नित् प्रत्ययः अस्ति इत्युक्ते तादृशप्रत्ययः अजादिप्रत्ययः कित् अथवा नित् इति प्रत्ययः अस्ति वा इति झटिति मनसि न आगच्छति इदानीं. अजादिप्रत्ययः अर्धधातुकप्रत्ययः कित् अथवा नित् इति सामान्यतया न दृश्यते. तादृशम् अनियर् इति प्रत्ययं स्वीकुर्मः चेत् तत्र तु गुणः भवति अनियर् प्रत्यये. अच् प्रत्यये अपि गुणः भवति. तत्र नूल् प्रत्ययः अक इति अस्ति तत्र तु तत्रापि गुणस्य प्रसक्तिः अस्ति. तत्र वृद्धिः भवति गुणं प्रपाद्य. अतः तत्र अर्धधातुकप्रसङ्गे यत्र अजादिप्रत्ययः अस्ति सामान्यतया गुणः भवति. परन्तु कुत्रचित् तादृशप्रत्ययः यत्र कित् अथवा नित् अस्ति चेत् तत्र गुणस्य निषेधः. अस्तु अस्तु, धन्यवादः. तर्हि अत्र स्थगयामः. इतोपि बहु किमपि अस्ति, बहु किमपि अग्रे अग्रिमसप्ताहे पठिष्यामः. हन् धातोः किं भवति भगिनि? हन् हन् योगः अत् तदेव वा? हन् योगः हा, तत्र किं भवति? हन् योगः अत् इत्यत्र अदादिगणीयधातुः हन् योगः अत् अत् इति प्रत्ययः किम् अस्ति? अजादिः अस्ति खलु, अजादिप्रत्ययः अस्ति. अपि च तत्र हन् इति धातुः अस्ति, तर्हि तत्र किं खलु, हा तत्र हलन्तधातुः अस्ति. तत्र तु अचिष्णुधातुः इत्यस्य प्रसक्तिः नास्ति खलु? हलन्तधातुः अकारः अस्ति इति कृत्वा एव नास्ति, परन्तु किं भवति? हनन् इति भवति वा? रूपं किं भवति इति पृच्छति वा? हन् धातोः हन् योगः अत् इति पुल्लिङ्गे इति पश्यामः चेत् हन् योगः अत् हन् धातुः अदादिगणीयधातुः अस्ति. हन् योगः अत् तत्र बहुवचने किं रूपम् अस्ति? लट्लकारे घ्नन्ति इति तत्र प्रातिपदिकं भवति. तर्हि घ्नन् घ्नन्तौ घ्नन्तः इति वा? सत्यं, घ्नन्ति इति रूपमस्ति खलु बहुवचने, एवमेव अत्रापि भवति. घ्नन् हन्ति हतः घ्नन्ति भगिनि, हन्ति हतः घ्नन्ति सत्यं. हन्ति हतः घ्नन्ति तत्तु लट्लकारे. घ्नन् घ्नन्तौ घ्नन्तः, घ्नन्ति घ्नन्त्यौ घ्नन्त्यः इति वा? इत्युक्ते तत्र किं भवति इति चेत् हकार उत्तरवर्ति अकारस्य लोपः भवति. एकं सूत्रमस्ति गमः न जनक न गसां सञ्जलोः सूत्रेण अकार उत्तरवर्ति अकारस्य लोपः भवति. तदनन्तरं तत्र हो हन्तेर्निन्नेषु इति अन्यसूत्रेण हकारस्य गकारः भवति. तर्हि नन् योगः अत् नत् इति प्रातिपदिकं निष्पद्यते तत्र. तदनन्तरं नुमागमः भूत्वा रूपं किञ्चित् वैशिष्ट्यमस्ति तत्र. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. नमस्कारः, धन्यवादः. धन्यवादः, धन्यवादः भगिनि, धन्यवादः.